पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 130 पार्वत्युवाच श्रुतं कार्तिकमाहात्म्यं माघस्य च मया विभो अधुना श्रोतुमिच्छामि मुक्तिदं कर्मचोत्तमम् श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वरप्रभो येन विज्ञानमात्रेण नरा सुखमवाप्नुयुः महादेव उवाच तल्लीनचित्तः स पुमान् सा भक्तिः परमामदा दया धर्मपरो नित्यं विष्णुधर्मेषु तत्परः फलमूलजलाहारी शङ्खचक्रप्रधारकः त्रिकालं पूजयेद्विष्णुं सा भक्तिसात्विकी मदा उत्तमा सात्विकी प्रोक्ता राजसी चैव मध्यमा कनिष्ठा तामसी चैव त्रिविधा भक्तिरुच्यते श्रीधरेदु प्रकर्तव्या मुक्तिकामफलेप्सुभिः अहङ्कारेण रूपेण दम्भमात्सर्यमायया ये कुर्वन्ति जना भक्तिं तामसी सा उदाहृदा परस्योत्साधनार्थं वा दम्भमुद्दिश्य वाथवा या भक्तिक्रियते देवे तामसी सा प्रकीर्तिता विषयान् प्रतिसन्धाय यश ऐश्वर्यमेव वा अर्चादावर्चयेद्यो मां पृथक् भावस्स राजसः कर्मक्षयार्थे कर्तव्या ब्राह्मणैर्ज्ञानतत्परैः विष्णौ ह्यात्मार्पणीं बुद्धिं सा भक्तिः सात्विकी मदा अदो वै सर्वथा देवि संसेव्य सर्वदा हरिः तामसेन दुभावेन तामसत्वं हि लभ्यते राजसो राजसेनैव सात्विकेन दुःसात्विकः वेदाध्यायरत श्रीमान् रागद्वेषविवर्जितः शङ्खचक्रधरो विप्रः सर्वदा शुचिरुच्यते कर्मकाण्डे प्रवृत्तो यः सर्वदा विष्णुनिन्दकः निन्दकस्तज्जनानां च महाचण्डाल उच्यते वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः अग्निहोत्ररदा नित्यं विष्णुधर्मपराङ्मुखाः निन्दन्ति विष्णुधर्मांश्च वेदबाह्या सुरेश्वरी कुर्वन्ति शान्तिं विबुधा प्रहृष्टाः क्षेमं प्रकुर्वन्ति पिता महाद्याः स्वस्ति प्रयच्छन्ति मुनीन्द्रमुख्या गोविन्दभक्तिं वहदां नराणां शुभाग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः लक्ष्मीस्थिरा तिष्ठति मन्दिरे च गोविन्दभक्तिं वहदां नराणां गङ्गा गया नैमिषपुष्कराणि काशीप्रयागं गुरुजाङ्गलानि तिष्ठन्ति देहे कृतभक्तिपूर्वं गोविन्दभक्तिं वहदां नराणां एवमाराधयेद्विद्वान् भगवन्तं श्रिया सः कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः क्षत्रियो वाध वैश्यो वा शूद्रो वासुरसतमे भक्तिं कुर्वन्विशेषेण मुक्तिं यादि स वै नरः इति श्रीपाद्मे महापुराणे उत्तरखण्डे विष्णुभक्तिमहिमावर्णनं नाम त्रिंशाधिकशततमोऽध्यायः ॐ